गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। रूपलक्षणनिरूपणम् अस्माभिः कृतम्। तत्र चक्षुर्मात्रो ग्राह्यः चक्षुर्मात्रग्राह्यो गुणः रूपम् इति मूलग्रन्थे लक्षितम्। अत्र त्रीणि दलानि विद्यन्ते, रूपग्राह्य इत्युक्ते रूपग्राह्य चक्षुर्ग्राह्यत्वम् इति एकं दलं, चक्षुर्मात्रग्राह्यत्वम् इत्यनेन चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति द्वितीयं दलम्, अपि च गुणत्वम् इति तृतीयं दलं वर्तते। आहत्य तत्र दलसार्थक्यार्थं षड् सम्भावनाः भवन्ति इति, तत्र एकैकं दलं स्वीकृत्य नो चेत् दलद्वयं स्वीकृत्य कुत्र कुत्र अतिव्याप्तिः भवति इति अपि अस्माभिः दृष्टं। तच्च चक्षुर्ग्राह्यत्वम् इति एव दलं स्वीकुर्मश्चेत् घटे अतिव्याप्तिः भवति इति अस्माभिः दृष्टम्। चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् गुरुत्वे अतिव्याप्तिः भवति इति अस्माभिः दृष्टम्। गुणत्वम् इति एव दलं स्वीकुर्मश्चेत् रसादौ अतिव्याप्तिः, तत्र अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः भवति इत्यपि अस्माभिः दृष्टम्। तत्र चक्षुर् इन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं मिलित्वा स्वीकुर्मश्चेत् रूपत्वम् इति जातौ अतिव्याप्तिः भवति इति अस्माभिः दृष्टम्। पुनः चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति दलद्वयं स्वीकुर्मश्चेत् तत्र सङ्ख्या इत्यस्मिन् गुणे अतिव्याप्तिः भवति। सङ्ख्या तु चक्षुषा गृह्यते, अपि च तस्मिन् गुणत्वमपि वर्तते इत्यतः सङ्ख्यायाम् अतिव्याप्तिः इति अस्माभिः दृष्टम्। अन्तिमसम्भावना अस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति स्वीकुर्मश्चेत् तत्रापि गुरुत्वे अतिव्याप्तिः भवति इति आहत्य षड् सम्भावनायामपि कुत्र कुत्र अतिव्याप्ति सम्भावनासु अपि कुत्र कुत्र अतिव्याप्तिः भवति इति अस्माभिः दृष्टम्। अतः त्रीणि त्रयाणां दलानामपि आवश्यकता अस्ति। यदि रूपमेव अस्माकं लक्ष्यं तर्हि त्रयाणां दलानाम् आवश्यकता अस्ति। दलत्रयं मिलित्वा वदामश्चेत् चक्षुर्मात्रग्राह्यो गुणः रूपम् इति वदामश्चेत् तत्र इदानीं लक्षणं केवलं रूपे एव पतति, रूपे एव सङ्गच्छति, अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति इति दृष्ट्वा एवमेव रूपस्य स्पर्शस्य लक्षणं तदपि रूपलक्षणवत् आलोचनीयम्। स्पर्शस्य लक्षणं किं? त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति, तत्रापि दलत्रयं विद्यते। त्वगिन्द्रियग्राह्यत्वम् इति एकं दलं, त्वगिन्द्रियमात्रग्राह्यत्वम् इत्युक्ते त्वगिन्द्रियभिन्नेन्द्रिय अग्राह्यत्वं, त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति द्वितीयं दलं, गुणत्वम् इति तृतीयं दलम् इति अस्ति। तत्रापि त्वगिन्द्रियग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् यथा रूपलक्षणे तथा अत्रापि घटे अतिव्याप्तिः भवति। किमर्थमित्युक्ते तत्र स्पर्शेन्द्रियमपि गुणं गुणस्य ग्रहणं करोति, अपि च आधारीभूतद्रव्यस्यापि ग्रहणं करोति यथा चक्षुः तथा त्वगिन्द्रियमपि इति कृत्वा तत्र यथा घटस्य स्पर्शनं वयं कुर्मः, तत्र घटस्य स्पर्शनं कथमस्ति, तत्र मृदु अस्ति वा नो चेत् तत्र काठिन्यम् अस्ति वा इति एतादृशस्पर्श बोधनमपि जायते, अपि च घटः सः घटः इत्यस्यापि बोधः जायते इत्यतः तत्र घटे अतिव्याप्तिः. इदानीं द्वितीयं त्वग् भिन्नेन्द्रिय अग्राह्यत्वम् इति वदामश्चेत् यथा पूर्वं गुरुत्वे अतिव्याप्तिः भवति. केवलं गुणत्वम् इति वदामश्चेत् तत्र अन्येषु गुणेषु रसादौ गुणेषु अतिव्याप्तिः भवति. इदानीं तत्र इदानीं वयं षड् सप्ततिः तमपुटे स्मः. तत्र अन्तिमपरिच्छेदः आरभ्य पठनीयम्. अस्तु, तत् पठित्वा तदनन्तरं तत्र किमस्ति इति पश्येम. अस्तु, बालसुब्रह्मण्य महोदय, भवान् आरब्धुम् इच्छति एवम् इति आरभ्य. एवं नमस्कारः महोदय. नमस्कारः महोदय. श्रीराम महोदय आगच्छतु, अपि च सीमा भगिनी अपि आगतवती. हा, पठतु महोदय. एवम् एक द्वि त्वगिन्द्रियग्राह्यत्वं त्वग्भिन्न इन्द्रिय अग्राह्यत्वं च निमेषयामः चेत् स्पर्शत्वजातौ अतिव्याप्तिः. सापि हि त्वचा गृह्यते न इतरेण इन्द्रियेण. एवम् एक त्रीणि त्वगिन्द्रियग्राह्यत्वं गुणत्वं च लक्षणं चेत् दर्शितरीत्या सङ्ख्यायाम् अतिव्याप्तिः वर्णन्ते. एवं द्वि त्रि त्वग्भिन्न इन्द्रियेण अग्राह्यत्वं गुणत्वं च इति दलयोः उपादाने पूर्ववद्देव गुरुत्वे अतिव्याप्तिः. तस्मात् त्रयाणामपि दलानाम् अस्ति अपेक्षा. आहत्य रूपस्पर्शलक्षणचित्रप्रकारः तु एवं स्यात्. अस्तु, वदतु महोदय, अत्र किञ्चित् प्रतिपादयतु. ओल्मोस्ट् भवतः उक्तमेव. एकं द्वि इत्युक्ते त्वगिन्द्रिय ग्राह्यत्वं त्वगिन्द्रियभिन्न इन्द्रिय अग्राह्यत्वं गुणत्वं तदनन्तरं प्रथमदल द्वितीयदल युगपत् अनन्तरं प्रथमदल तृतीयदलयुगपत् तदनन्तरं द्वितीयदल तृतीयदलयुगपत् इत्यादि युगपत् योजयित्वा लक्षणवाक्यं पश्यामः चेत् कथं दोषं भवति, कथम् अतिव्याप्तरूपेण दोषं भवति इति दृष्टवन्तः. अपि च पूर्वमेव पूर्वचक्षुर् इन्द्रिय विषये इव अत्रापि यदा प्रथमदल सति द्वितीयदल सति तृतीयदल सर्वे अपि मिलित्वा युगपत् उपयुज्य लक्षणवाक्यं पश्यामः चेत् तत् साधु भवति इति. तत्तु किन्तु इदानीं तत्र यत् यः परिचयः भवता पठितं तत्र इदानीं प्रथमदलं द्वितीयदलम् इत्युक्ते त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति स्वीकुर्मश्चेत् स्पर्शजातौ अतिव्याप्तिः भवति इति उक्तं किल. कथं स्पर्शत्वजातौ अतिव्याप्तिः भवति इति निरूपयति वा? प्रथमद्वितीयदलः घटः पुनः घटः विपूज्य घटे विद्यमानः स्पर्शवत्वं त्वगिन्द्रियेण गृह्यते. एकनिमिषं, तत्र घटे विद्यमानस्पर्शवत्वम् इति भवता उक्तं. प्रथमम् अत्र कुत्र अतिव्याप्तिः भवति? स्पर्शवत्वे अतिव्याप्तिः भवति वा, नो चेत् स्पर्शत्वे अतिव्याप्तिः भवति वा? स्पर्शत्वे तत्र स्पर्शवत्वम् इति भिन्नमस्ति. स्पर्शं यस्मिन् स्पर्शः इति गुणः यस्मिन् अस्ति तत् स्पर्शवान् भवति. तस्मिन् विद्यमान तादृशधर्मः स्पर्शवत्वं भवति. किन्तु अत्र स्पर्शत्वम् इति जातिः, स्पर्शत्वम् इति जातिः कुत्र विद्यते? स्पर्शत्वम् इति स्पर्शे अस्ति. हा, स्पर्शम् इति गुणे स्पर्शवत्वं, क्षम्यतां, स्पर्शत्वम् इति जातिः अस्ति. अस्तु, इदानीं वदतु. अतः घटं त्यजतु, इदानीं घटस्य विषये चिन्तनं मास्तु. हा, त्वगिन्द्रियग्राह्यत्वं त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं स्वीकुर्मश्चेत् स्पर्शत्वजातौ अतिव्याप्तिः. कथं वा स्पर्शत्वजातौ अतिव्याप्तिः भवति इति वदति वा? द्वयोः अपि सामान्यपदार्थ घटे वा अथवा स्पर्शत्व वा उभयोः अपि ग्राह्यं साध्यते, तस्मात् अतिव्याप्तिः भवति. क्षम्यतां महोदय. अस्तु, इदानीं स्पर्शत्वजातौ अतिव्याप्तिः भवति इति अस्ति किल? आम् आम्. इदानीं त्वगिन्द्रियग्राह्यत्वं स्पर्शत्वजातौ अस्ति वा? स्पर्शत्वजातौ द्वयोः अपि स्पर्शत्वं साध्यते. तत्र द्वयोः इति इदानीं त्यजतु, प्रथमम् एकैकं स्वीकृत्य पश्येम. त्वगिन्द्रियग्राह्यत्वं स्पर्शत्वजातौ अस्ति वा न वा इति मम प्रश्नः. अस्ति एव. सत्यम्, अस्ति एव किल? इदानीं तत्र यदा त्वगिन्द्रियेण स्पर्शं, स्पर्शः इति गुणः गृह्यते, तस्मिन्नेव समये स्पर्शे विद्यमानस्पर्शत्वजात जात्योः अपि ग्रहणं भवति इति कृत्वा त्वगिन्द्रियग्राह्यत्वं स्पर्शत्वजातौ वर्तते. इदानीं त्वग्भिन्नेन्द्रिय अग्राह्यत्वं स्पर्शत्वजातौ वर्तते वा? त्वग्भिन्नेन्द्रियग्राह्यत्वं न, त्वग्भिन्नेन्द्रिय अग्राह्यत्वं, त्वग्भिन्नेन्द्रिय अग्राह्यत्वं स्पर्शत्वजातौ वर्तते वा न वा इति प्रश्नः. त्वग्भिन्नेन्द्रियम् अन्यत् किमपि इन्द्रियं स्वीकृत्य चिन्तयतु. आम, चक्षुरिन्द्रियं स्वीकुर्मः. चक्षुरिन्द्रिय मूलं स्पर्शत्वमपि साध्यते. चक्षुरिन्द्रियेण स्प्रष्टुं शक्यते वा स्पर्शं? स्पर्शः इति गुणस्य बोधः जायते वा चक्षुरिन्द्रियेण? चक्षु इन्द्रियेण द्रष्टुं न शक्यते, परन्तु अतः इदानीं चक्षुरिन्द्रियेण स्पर्शः न कर्तुं शक्यते किल? आम् आम्. केवलं हा स्पर्शः इत्युक्ते स्पर्शः इति गुणः अस्ति इति चक्षुरिन्द्रियेण चक्षुषा न गृह्यते. तर्हि सत्यं, तर्हि स्पर्शः इति गुणे चक्षुरिन्द्रिय अग्राह्यत्वम् अस्ति किल? अस्ति एव. तर्हि स्पर्शत्वम् इति जातौ अपि चक्षुरिन्द्रिय अग्राह्यत्वं वर्तते एव इति कृत्वा तत्र स्पर्शत्वजातौ अतिव्याप्तिः भवति. त्वगीन्द्रियग्राह्यत्वम् अपि वर्तते, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इत्युक्ते चक्षुर्भिन्नेन्द्रियम् इति इदानीं चक्षुरिन्द्रियम् इति स्वीकुर्मश्चेत् चक्षुरिन्द्रियेण न गृह्यते स्पर्शम् इति कृत्वा स्पर्शत्वमपि न गृह्यते इत्यतः केवलं दलद्वयमेव स्वीकुर्मश्चेत् स्पर्शत्वजातौ अतिव्याप्तिः भवति. इदानीं तस्य तादृश अतिव्याप्तिः कस्य दलस्य योजनेन अपगच्छति? एकं त्रीणि तृतीयदलं किम् इदानीम् अस्माकं तृतीयदलं किं? गुणत्वम् इति पदं योजयामश्चेत् रूपत्वमिति जातिः अस्ति किल, न तु गुणः इति कृत्वा तत्र रूपत्वजातौ अतिव्याप्तिः निवार्यते. समीचीनम्. अस्तु अग्रे इदानीं पञ्चमसम्भावना, प्रथमदलम् अपि च तृतीयं दलं विजी भगिनी वदति वा? प्रयत्नं करोमि, गृहपाठं न कृतवती. अत्रैव दत्तमस्ति किल. एवं द्वितीय तृतीय इति वा महोदय? एवं प्रथम अपि च तृतीय प्रथम एवं प्रथम तृतीय त्वगीन्द्रियग्राह्यत्वं गुणत्वं च लक्षणं चेत् दर्शितरीत्या सङ्ख्याम् अतिव्याप्तिः. वदतु प्रथम सङ्ख्यायाम् इति सङ्ख्या प्रथम इत्युक्ते स्पर्श त्वगीन्द्रियेण संख्या ग्राह्यं भवितुम् अर्हति. अनन्तरं तृतीयदलं वदति गुणत्वम् इति. त्वगीन्द्रियेण संख्या इति गुणम् आम् संख्या इति चतुर्विंशतिगुणेषु अन्यतमः अस्ति संख्या. किन्तु चक्षु इन्द्रिया अपि संख्या इति इति द्रष्टुं शक्यते, अपि च अत्र गुणत्वम् अपि स्वीकर्तुं शक्यते इति चेत् चक्षुषा अपि अपि संख्या. इदानीं भगिनी इदानीं चक्षुरिन्द्रियविषये मा चिन्तयतु, अस्माकं लक्ष्यं किं? प्रथम तृतीय दल स्वीक्रियते चेत् संख्याम् इति अतिव्याप्तिः इत्युक्ते संख्यायाम् अपि प्रथम तृतीय दलम् अस्ति इति वा? तत्र संख्या इति गुणः त्वगिन्द्रियेण दृश्यते किल. इदानीं भवत्याः पुरतः कति घटाः सन्ति इति अहं पृच्छामि चेत् तत्र भवत्यां चक्षुं तत्र निमील्य त्वगीन्द्रियम् उपयुज्य तत्र कति घटानि कति घटाः सन्ति इति भवत्या वक्तुं शक्यते किल? शक्यते. अतः संख्या इति गुणः त्वगीन्द्रियेण गृह्यते, अपि च संख्यायां गुणत्वमपि अस्ति, संख्या इति गुणः अस्ति इति कृत्वा गुणत्वमपि अस्ति इति कृत्वा संख्यायाम् अतिव्याप्तिः भवति. अतिव्याप्तिः भवति. आम् महोदय. इदानीं यदि गुणेषु अन्यतमः इति कृत्वा गुणत्वम् अस्ति. आम् आम् सत्यम् इति कृत्वा सङ्ख्यायाम् अतिव्याप्तिः भवति अतिव्याप्तिः भवति आम् इदानीं कस्य दलस्य योजनेन सङ्ख्यायां विद्यमान अतिव्याप्तिः अपगच्छति अन्ये इन्द्रियेण अग्राह्यम् इति प्रतिपादयतु द्वितीय इदानीम् अन्ये इन्द्रियमिति अन्यत् किमपि इन्द्रियं स्वीकृत्य प्रतिपादयतु चिन्तयतु इदानीं चक्षुरिन्द्रियमिति स्वीकरोतु चक्षुरिन्द्रियेण सङ्ख्या इति द्रष्टुं शक्यते किन्तु तस्य गुणं स्वीकर्तुं न शक्यते तस्य गुणम् इत्युक्ते न न सङ्ख्या सङ्ख्या गुणमेव सङ्ख्यायै गुणमेव भगिनि एतादृशं करोतु भवत्याः मनसि कीदृशचिन्तनं भवन्ति भवन्नस्ति तद् किञ्चित् उच्चैः वदतु अतः एव अस्माभिः ज्ञातुं शक्यते किल तत्र किं प्रचलति इदानीं चक्षुर् इदानीं त्वगि त्वद्भिन्नेन्द्रियं चक्षुरिन्द्रियम् इति स्वीकरोतु चक्षुरिन्द्रियेण सङ्ख्या गृह्यते वा न वा गृह्यते गृह्यते तर्हि चक्षुरिन्द्रिय अग्राह्यत्वं सङ्ख्यायाम् अस्ति वा नास्ति हा चक्षुरिन्द्रियेण अग्राह्यत्वं सङ्ख्यायां नास्ति नास्ति आम् इति कृत्वा तत्र इदानीं चक्षुरिन्द्रियम् इति स्वीकुर्मश्चेत् तत्र सङ्ख्यायाम् अतिव्याप्तिः न भवति चक्षुर् त्वग्भिन्नेन्द्रियं चक्षुरिन्द्रियम् इति स्वीकुर्मश्चेत् सङ्ख्यायाम् अतिव्याप्तिः न भवति किमर्थम् इत्युक्ते चक्षुरिन्द्रिय अग्राह्यत्वं सङ्ख्यायां न वर्तते आम् आम् अग्राह्यत्वं न वर्तते द्वितीयदलम् अपि आवश्यकम् इति न न न अस्तु इदानीं तत्र चक्षुर् इदानीं त्वग्भिन्नेन्द्रियं रसनेन्द्रियम् इति स्वीकरोतु रसनेन्द्रियेण सङ्ख्या न स्वीकर्तुं शक्यते अस्तु इदानीं तत्र सोपानेन गच्छेम चक्षुर् त्वग्भिन्नेन्द्रियं रसनेन्द्रियम् इति स्वीकुर्मः रसनेन्द्रियेण सङ्ख्या गृह्यते वा न वाक्यते वा न वा सङ्ख्या न गृह्यते न गृह्यते तर्हि रसनेन्द्रिय अग्राह्यत्वं सङ्ख्यायां वर्तते वा रसनेन्द्रियस्य आं वर्तते रसनेन्द्रिय अग्राह्यत्वं सङ्ख्यायां वर्तते आं वर्तते वर्तते किल महोदय हा अग्राह्यत्वं तर्हि त्वगिन्द्रियग्राह्यत्वं सङ्ख्यायां वर्तते त्वग्भिन्नेन्द्रिय अग्राह्यत्वम् इत्युक्ते इदानीं त्वग्भिन्नेन्द्रियं रसनेन्द्रियमिति स्वीकुर्मश्चेत् सङ्ख्यायां रसनेन्द्रिय अग्राह्यत्वं वर्तते एव गुणत्वमपि सङ्ख्यायां वर्तते एव इति कृत्वा इदानीं तत्र त्वग्भिन्नेन्द्रियं रसनेन्द्रियम् इति स्वीकुर्मश्चेत् तत्र दलत्रयं स्वीकुर्मश्चेदपि तत्र सङ्ख्यायाम् अतिव्याप्तिः भवति एव किल किन्तु चक्षुरिन्द्रियम् इदानीं त्वग्भिन्नेन्द्रियं चक्षुरिन्द्रियम् इति स्वीकुर्मश्चेत् सङ्ख्यायाम् अतिव्याप्तिः न भवति आम् किल चक्षुर्भिन्नेन्द्रियं शक्यते हा इति कृत्वा इदानीम् अत्र दलत्रयं मिलित्वा स्वीकुर्मश्चेत् तत्र चक्षुर् त्वग्भिन्नेन्द्रियं चक्षुरिन्द्रियम् इति स्वीकुर्मश्चेत् सङ्ख्यायां विद्यमान अतिव्याप्तिः अपगच्छति. पुनरेकवारं हा अस्तु. इदानीं त्वगिन्द्रियग्राह्यत्वे सति, त्वग्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति स्पर्शस्य लक्षणमस्ति किल. आम् आम्. हा इदानीं सङ्ख्या इति स्वीकुर्मः. त्वगिन्द्रियग्राह्यत्वं सङ्ख्यायां वर्तते वा? आम् वर्तते. वर्तते तद्भिन्नेन्द्रिय त्वग्भिन्नेन्द्रिय अग्राह्यत्वम्. इदानीं त्वग्भिन्नेन्द्रियं चक्षुरिन्द्रियम् इति स्वीकुर्मश्चेत् त्वग्भिन्नेन्द्रिय इत्युक्ते चक्षुरिन्द्रिय अग्राह्यत्वं सङ्ख्यायां वर्तते वा? न वर्तते. न वर्तते इति कृत्वा तत्र किन्तु तत्र गुणत्वं, यद्यपि गुणत्वं सङ्ख्यायाम् अस्ति, त्वगिन्द्रियग्राह्यत्वं सङ्ख्यायाम् अस्ति, चक्षुरिन्द्रिय अग्राह्यत्वं सङ्ख्यायां नास्ति इत्यतः सङ्ख्यायाम् अतिव्याप्तिः न भवति. अतिव्याप्तिः भवति वा न भवति वा? सङ्ख्यायाम् अतिव्याप्तिः न भवति. किमर्थम् इत्युक्ते चक्षुरिन्द्रियेण अग्राह्यत्वं सङ्ख्यायां नास्ति किल. अस्ति चेदेव अतिव्याप्तिः भवति. इदानीं तत्र त्वग्भिन्नेन्द्रियं रसनेन्द्रियम् इति स्वीकुर्मश्चेत् अग्राह्यं भवति. हा इति खलु इदानीं त्वग्भिन्नेन्द्रियं रसनेन्द्रियं वा घ्राणेन्द्रियं वा श्रोत्रेन्द्रियं वा इन्द्रियं वा स्वीकुर्मश्चेत् तत्र सङ्ख्यायां विद्यमान अतिव्याप्तिः न अपगच्छति दलत्रयेणापि. किन्तु चक्षुरिन्द्रियमिति स्वीकुर्मश्चेत् सङ्ख्यायां विद्यमान अतिव्याप्तिः अपगच्छति इति बोध्यम् अत्र. अस्तु अत्र एकमेव सन्दर्भं सन्दर्भस्य तत्र उपपादनं कुर्मश्चेत् पर्याप्तं भवति. चक्षुरिन्द्रियं त्वग्भिन्नेन्द्रियं चक्षुरिन्द्रियम् इति स्वीकुर्मश्चेत् सङ्ख्यायां विद्यमान अतिव्याप्तिः अपगच्छति इत्यतः तत्र दलसार्थक्यं भवति. पश्यति अस्तु समीचीनं भगिनि. इदानीं शिवराममहोदय विजि भगिनि कृपया म्यूट् मध्ये भवति, प्रतिध्वनिः आगच्छति. शिवराममहोदय इदानीं द्वितीयदलं तृतीयं दलं स्वीकृत्य वदतु गुरुत्वे कथम् अतिव्याप्तिः भवति इति. त्वग्भिन्नेन्द्रिय अग्राह्यत्वं त्वग्भिन्नेन्द्रिय अग्राह्यत्वं गुणत्वं च इति दलयो उपादाने पूर्वदेव गुरुत्वे अतिव्याप्तिः. निरूपयतु. न महोदय, अहं सम्यक् प्रकारेण न पठितवान् तत् चक्षुर्मात्रया योगः. इदानीं चिन्तयतु तत्र भवतु न पठितं चेदपि अत्र किं लिखितमस्ति इति भवता उच्चैः चिन्तयितुं शक्यते किल. आमाम्. इदानीं गुरुत्वं, गुरुत्वमिति कीदृशपदार्थः? गुरुत्वमिति गुणः अस्ति न? समीचीनं, गुणः. गुरुत्वं गुरुत्वं केन ज्ञायते? तत्र प्रमाणं किम्? गुरुत्व अनुमानेन न? समीचीनम्. अनुमानेन. अनुमानेन ज्ञायते. केनापि इन्द्रियेण गुरुत्वं न ज्ञायते. गुरुत्वम् अतीन्द्रियम् अस्ति. अतीन्द्रियम्. आम्. अतः अनुमानेन एव गुरुत्वं ज्ञायते इत्यतः त्वग्भिन्नेन्द्रिय अग्राह्यत्वं गुरुत्वे वर्तते वा? त्वग्भिन्नत्वं त्वग्भिन्नत्वं नास्ति. त्वग्भिन्नेन्द्रिय अग्राह्यत्वं नास्ति, गुरुत्वे नास्ति. किमर्थं नास्ति इति वदति? त्वगि तत्र येन केनापि इन्द्रियेण गुरुत्वं ज्ञायते वा? केनापि इन्द्रियेण गुरुत्वं न ज्ञायते. न ज्ञायते इति चेत् अग्राह्यत्वम् अस्ति. अग्राह्यत्वम् अस्ति तत्र. अस्ति. अग्राह्यत्वम् अस्ति. त्वग्भिन्नेन्द्रिय अग्राह्यत्वं गुरुत्वे अस्ति. त्वगिन्द्रियेण अपि अग्राह्यत्वं गुरुत्वे अस्ति. किन्तु निश्चयेन त्वग्भिन्नेन्द्रियेण अग्राह्यत्वं गुरुत्वे अस्ति. अस्ति अस्ति. हा गुणत्वमपि गुरुत्वे अस्ति किल? गुणत्वं गुरुत्वे अस्ति. हा, गुण गुरुत्वम् इति गुणः अस्ति इति कृत्वा गुणत्वं गुरुत्वे अस्ति. अस्ति अस्ति इति कृत्वा तत्र इदानीं द्वितीयदलं तृतीयदलम् एव स्वीकुरुमश्चेत् त्वगिन्द्रियभिन्न त्वग्भिन्नेन्द्रिय अग्राख्यत्वम् अपि च गुणत्वम् इति दलद्वयमेव स्वीकुर्मश्चेत् गुरुत्वे अतिव्याप्तिः भवत्येव. इदानीं तत्र कस्य दलस्य योजनेन गुरुत्वे विद्यमान अतिव्याप्तिः अपगच्छति? प्रथमदलं त्वगिन्द्रिय, हा त्वगिन्द्रिय प्रथमदलमस्ति. त्वगिन्द्रियजन्यप्रत्यक्षविषयः न न, अत्र त्वगिन्द्रियग्राह्यत्वम् इति वदतु तावदेव. हा, त्वगिन्द्रियग्राह्यत्वं. हा, त्वगिन्द्रियग्राह्यत्वं गुरुत्वे अस्ति वा? त्वगिन्द्रियग्राह्यत्वं गुरुत्वे नास्ति. हा, तर्हि त्वगिन्द्रियग्राह्यत्वम् इति योजनेन अतिव्याप्ति अवगतं. ग्राह्यत्वं गुरुत्वे न भवति. न भवति इत्यतः प्रथमदलस्य योजनेन गुरुत्वे विद्यमान अतिव्याप्तिः अपगच्छति. अतिव्याप्तिः अपगच्छति. अपगच्छति. त्वगिन्द्रिय त्वगिन्द्रिय भिन्न इन्द्रियेण अग्राह्यत्वं तत्र गुरुत्वे अग्राह्यत्वं वर्तते. गुणत्वमपि गुरुत्वे वर्तते. केवलदलद्वयं योजनेन गुरुत्वे तत्र अतिव्याप्तिः भवति. त्वगिन्द्रियमात्र इति दलयोजनेन गुरुत्वे यत् अतिव्याप्तिः अस्ति तत् अपगच्छति. तत्र मात्र इति केवलं मात्र इति न वदतु. किमर्थम् इत्युक्ते मात्र इति पदेन तत्र भिन्न भिन्नेन्द्रिय अग्राह्यत्वम् एव उक्तं मात्र इति पदेन. अतः त्वगिन्द्रियग्राह्यत्वं गुरुत्वे नास्ति इत्यतः गुरुत्वे अपि अतिव्याप्तिः अपगच्छति. इति स्पर्शलक्षणस्य दलसार्थक्यम् अस्माभिः कृतम्. अतः त्रयाणां दलानामपि आवश्यकता अस्ति यदि केवलं स्पर्शे एव लक्षणं पातव्यं चेत् पठितव्यं चेत्. अस्तु, इदानीं तत्र श्रीराममहोदय तस्मात् इति आरभ्य तत्र चित्रं निरूपयति वा? नमस्ते महोदय. पठन् तस्मात् त्रयाणामपि दलानाम् अस्ति अपेक्षा. आहत्य रूपस्पर्शलक्षणचित्रप्रकारस्तु एवं स्यात्. तत्र रूप च स्पर्श अनयोः चित्रेण लक्षणवाक्यस्य निरूपणं कृतम् अस्ति. वदतु इदानीं दीर्घवाक्यं वदतु. अस्तु महोदय. चक्षुनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयतानिरूपितविषयतावत् रूपं तद् प्रथमसम्भावनायाः निरूपणमस्ति. द्वितीयसम्भावनायाः निरूपणमस्ति. इदानीं त्वगिन्द्रियम् इति स्वीकुर्मः. त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयतानिरूपितविषयिताश्रयः रूपाभावः. तत्र विषयताभावः विषयताभावः रूपे अस्ति. तु इदानीं त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयतानिरूपितविषयता आश्रयः स्पर्शः इति भवति इत्युक्ते किमर्थं रसादौ रसादौ इति लिखितमस्ति तत्सर्वं वक्तव्यम् इति नास्ति तत्र केवलम् उपपादनार्थं रसादौ इति दत्तम् अत्र कथं वक्तव्यम् इति चेत् चक्षुर्निष्ठजनकतानिरूपितजन्यते आश्रय प्रत्यक्षनिष्ठविषयता विषयितानिरूपितविषयता वान् सति तत्र रूपम् इति पुल्लिङ्गे नपुंसकलिङ्गे अस्ति किल अतः विषयता वत् सति चक्षुर्भिन्नेन्द्रियजनकता चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयतानिरूपितविषयता अभावे सति गुणत्वं रूप गुणत्व आश्रयः रूपम् इति तावद् वदामश्चेत् पर्याप्तं भवति तत्र केवलं तत्र रसादौ विषयता भवति किन्तु विषयता अभावः रूपे अस्ति इति अतः इदानीं लक्षणवाक्यं वदामश्चेत् एतावत्पर्यन्तं वदामश्चेत् पर्याप्तं भवति इत्युक्ते चक्षुर्निष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयता आश्रय आश्रयः पुनः चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयता अभावः गुणत्वं गुणत्व आश्रयः रूपम् इति तावद्वदामश्चेत् पर्याप्तं भवति तत्र रसादौ अपि च गुणे त्वगिन्द्रियम् इति एतत् सर्वं न वक्तव्यं तत्र केवलं प्रतिपादनार्थं किमर्थम् अभावः रूपे भवति इति चेत् विषयता केवलं रसादौ एव पतति न तु रूपे इत्यतः अत्र रसादौ इति दत्तं तावदेव एवमेव स्पर्शः अपि वदतु तत्र त्वगिन्द्रिय त्वगिन्द्रियनिष्ठजनकतानुरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयतानुरूपितविषयिता विषयतावत्त्वे सति विषयावत्त्वे विषयतावत् इत्युक्ते स्पर्शः विषय हा विषयता कुत्र वर्तते स्पर्शे वर्तते किल स्पर्शे अतः विषयतावत्त्वे सति इति वदतु विषयतावत्त्वे वत्त्वम् इति भ्रमः अस्ति विषय अत्र एकनिमिषम् अहं किञ्चित् साहाय्यं करोमि इदानीं त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयता सा विषयता वर्तते स्पर्शे वर्तते अतः विषयितावान् भवति स्पर्शः किल स्पर्शः विषयितावान् स्पर्शः हा इदानीं स्पर्शे कीदृशधर्मः वर्तते इति चेत् विषयतावत्त्वम् इति वर्तते किल विषयतावत्त्वम् अतः विषयतावत्त्वे सति इति वदति चेत् समीचीनमेव तद् स्पर्श न निरूपति खलु महोदय विषयतावत्त्वम् इति वदामश्चेत् धर्मम् एव निरूपति खलु इदानीं धर्मं स्वीकृत्य एव स्पर्शस्य लक्षणं निरूपयामः किल विषयतावत्त्वे सति समीचीनं विषयतावत्त्वे सति स्पर्शः आश्रयः स्पर्शः हा तत्र त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे सति इति प्रथमदलम् त्वग्भिन्नेन्द्रियजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयता अभाववत्त्वे सति गुणत्वं स्पर्शस्य लक्षणम् लक्षणं लक्ष्ये अस्ति लक्षि यथा गुणत्वम् अस्तु अस्माभिः अतः अस्माभिः पूर्वं पठितं किल गन्धवती गन्धवती पृथिवी इत्यस्मिन् स्थाने गन्धवत्वं गन्धवत् पृथिव्याः लक्षणं तत्र षष्ठी अपि च सप्तमी भवेत्. वत्वम् इति वदामश्चेत् तत्र अधः आगत्य पुनः उपरि गच्छामश्चेत् तत्र वत्वम् इति लभ्यते. अतः गन्धवत्वं पृथिव्याः लक्षणं, गन्धवत्वं पृथिव्याः लक्षणं, विषयतावत्त्वं स्पर्शस्य लक्षणमिति सत्यं. किन्तु तत्र इतोपि अधिकमस्ति इति कृत्वा तत्र सति इति वदामः चेत् तत्र सप्तमी भवति तावदेव. इदानीं वदामि महोदय. त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे सति त्वगिन्द्रियभिन्नेन्द्रियजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे विषयताभावत्वे सति. समीचीनं. स्पर्शवत् गुणवत्त्वं गुणत्वं स्पर्शस्य लक्षणं. तावदेव इति तादृशं गुणत्वं स्पर्शस्य लक्षणं लक्षणं इति भवति. तत्र त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वम् अपि च इति तादृशं वक्तुं शक्यते. किन्तु तत्र अपि च इत्यस्मिन् स्थाने विषयतावत्त्वे सति पुनः त्वगिन्द्रिय त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयता अभाववत्त्वे सति गुणत्वं स्पर्शस्य लक्षणम् इति भवति. अस्तु समीचीनम्. अस्तु अग्रे सीमा भगिनी पठति वा? आम् पठामि. किन्तु मम एकः प्रश्नः अस्ति. अत्र चक्षुनिष्ठजनकतानिरूपितजनिताश्रय प्रत्यक्षं निष्ठविषयता निरूपितविषयताश्रयः च एवं कृत्वा अपि कर्तुं शक्नुमः. सत्यं चक्षुर्भिन्न इन्द्रियनिष्ठजनकतानिरूपितजनिता आश्रय प्रत्यक्षं निष्ठविषयता निरूपितविषयता अभावाश्रयः च गुणत्वाश्रयः रूपम् अस्ति एवमपि कर्तुं. समीचीनम्. च नो चेत् तत्र च गुणः स्पर्शः इति गुणत्व आश्रयः स्पर्शः इति वक्तुं शक्यते. नो चेत् गुणः स्पर्शः तदपि समीचीनमेव. तत्र आश्रयः इति वदामश्चेत् त्रिवारम् आश्रयः इति पदस्य प्रयोगं कर्तव्यं भवति. अतः तत्र विषयतावत्त्वे सति विषयता अभाववत्त्वे सति गुणत्वं स्पर्शस्य लक्षणम् इति वदामश्चेदपि इतोपि समीचीनतया भवति वाक्यं. न्यायशैल्यां भवति. सत्यं महोदय. अन्यः प्रश्नः अस्ति. अत्र लक्षणे अतिव्याप्तिः अस्ति तर्हि अव्याप्तिः अस्ति तर्हि तद्दोषाय. किन्तु समीचीनं लक्षणमस्ति चेत् परिभाषिकशब्दः अस्ति तस्य कृते. समीचीनलक्षणमस्ति चेत् पारिभाषिक किम् उक्तवती? पारिभाषिक किं भाषिकशब्दः अस्ति तस्य कृते लक्षणं समीचीनम् एव वक्तव्यं वा न्याय रीत्या किञ्चित् भिन्नं वक्तव्यं? न तत्र समीचीनं एतदेव लक्षणम्. इदानीं चक्षुर्मात्रग्राह्यो गुणः रूपम् इति वदामश्चेत् रूपस्य लक्षणं समीचीनम् इति तावदेव. तत्र पारिभाषिकशब्दः इति किमपि नास्ति. रूपस्य लक्षणं नैयायिकानां मतानुसारं रूपस्य लक्षणं किम् इति चेत् चक्षुर्मात्रग्राह्यो गुणः रूपम् इति तावत् किन्तु तावत् वक्तव्यं चक्षुर्ग्राह्यं रूपम् इति वदामश्चेत् तत् दोषाय भवति. दोषस्य कृते अतिव्याप्ति अव्याप्ति असम्भव पारिभाषिकशब्दाः सन्ति, किन्तु समीचीनलक्षण विषये समीचीनमेव पर्याप्तमस्ति न? तावदेव. इत्युक्ते तत्र दोषाः के, लक्षणवाक्ये के दोषाः भवितुम् अर्हन्ति इति चेत् अतिव्याप्तिदोषः, अव्याप्तिदोषः, असम्भवदोषः इति लिखितं तत्र. लक्षणं यद् यद् अस्माकं लक्ष्यमस्ति तस्मात् उपरि अन्यत्र पतति चेत् तत्र अतिव्याप्तिः भवति, सम्पूर्णलक्ष्ये न पतति चेत् अव्याप्तिः भवति. असम्भवः इत्युक्ते तत्र लक्षणमेव यत्र कुत्रापि न सङ्गच्छते चेत्, इत्युक्ते तत्र शृङ्गवान् शुनकः इति वदति चेत् यस्य कस्यापि शुनकस्य शृङ्गः नास्ति एव किल इति कृत्वा तत् तादृशलक्षणम् असम्भवः भवति इति लक्षणवाक्ये के दोषाः भवन्ति इति अत्र उल्लिखितम् इति तत् समीचीनलक्षणम् इति एव वक्तव्यम् अस्ति. अस्तु, अग्रे भवती एव पठतु भगिनि ग्राह्यपदयुक्तानां. ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणं. ग्राह्यपदयुक्तानाम् इतरलक्षणानि, ओके, अन्ये लक्षणानि सन्ति, अन्यानि लक्षणानि, अन्यानि लक्षणानि सन्ति यैः सह ग्राह्यपदस्य प्रयोजनं भवति, तस्य निरूपणम् अत्र अस्ति. एतावता रूपलक्षणप्रकारः स्पर्शलक्षणप्रकारश्च चिन्तितः. इतश्च तर्कसङ्ग्रहे यानि ग्राह्यपदयुक्तानि लक्षणानि तानि सर्वाणि व्याख्यासौकर्याय इहैव चिन्तयामः. अग्रे अपि पठतु भगिनि, अत्र किमपि न वक्तव्यं, भवता भवत्या उक्तं किल. लक्षणे ग्राह्य इति पदमस्ति चेत् प्रत्यक्षनिष्ठविषयतानिरूपितविषयता अथवा तादृशविषयतावत्त्वम् इति अर्थः लभ्यते. तदर्थे प्रत्यक्षे ग्राह्य इति पदात् पूर्वं यद् इन्द्रियं निर्दिष्टं भवति तत् निष्ठजनकतानिरूपितजन्यता प्रदर्श्यते चेत् लक्षणम् अवगतं भवति. यथा घ्राणग्राह्यो गुणो गन्धः इति गन्धलक्षणे घ्राण इति इन्द्रियनिर्देशः, अतः घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे. तादृशप्रत्यक्षनिष्ठविषयतानिरूपितविषयता गन्धे इत्यर्थः सिद्धः. गुणत्वं च गन्धवत्वजातौ अतिव्याप्तिवारणाय निवेश्यम्. यत्कृतमस्ति तदेव अत्र दत्तं. घ्राणेन्द्रियस्य विषये नै गन्धस्य विषये अत्र ग्राह्यपदस्य ग्राह्यपदेन प्रत्यक्षत्वं निर्दिष्टम् अस्ति. न्यायरीत्या प्रत्यक्षनिष्ठविषयता निरूपितविषयता गुणे अस्ति अथवा तादृशविषयतावत्त्वम् अपि वक्तुं शक्नुमः. तदर्थे प्रत्यक्षग्राह्य इति पदात् पूर्वं यत् इन्द्रियं निर्दिष्टं भवति तस्मिन् जनकता अस्ति, सा जनकता निरूपितजन्यता प्रत्यक्षे भवति. अपि च तथा तेन रीत्या घ्राणग्राह्यगुणगन्धः इति गन्धलक्षणे घ्राणः निर्दिष्ट इन्द्रियः अस्ति, अतः प्राणनिष्ठजनकता निरूपितजन्यता प्रत्यक्ष भवति, तेन ग्राह्यपदस्य बोधः भवति, अपि च तादृशप्रत्यक्षनिष्ठविषयतानिरूपित विषयिता, यतोहि प्रत्यक्षं ज्ञानमस्ति तस्मिन् विषयिता अस्ति, प्रत्यक्षनिष्ठविषयिता निरूपितविषयता गन्धे भवति इति अर्थः सिद्धः भवति. अत्र गुणत्वस्य समावेशः गन्धत्वजातौ निवारणाय, अतिव्याप्तिनिवारणाय तदेव अस्ति. अस्तु, अत्र किमर्थं मात्र इति पदं न योजितम् इति वदति वा? यथा चक्षुर्मात्रग्राह्यो गुणः रूपम् इति दत्तं, किन्तु अत्र ग्राणमात्रग्राह्यो गुणः गन्धः इति न लिखितं, किमर्थम् इति? यतोहि गन्धस्य ग्रहणं ग्राणेन्द्रियेण एव भवति, मात्रपदेन यदि अन्यैः इन्द्रैः तस्य गुणस्य ग्राह्यत्वं भवति चेत् एव मात्रपदस्य योजनम् आवश्यकं भवति. अत्र कुत्रापि अतिव्याप्तिः नास्ति, अतः केवलं ग्राणग्राह्यः पर्याप्तम् अस्ति. इतोपि तस्मिन् विषये किञ्चित् चिन्तनीयम्. अस्तु, भवती एव वदतु, ग्राणग्राह्यो गुणः गन्धः इत्यस्मिन् लक्षणवाक्ये कति दलानि सन्ति, अपि च तानि कानि इति वदतु. ग्राणग्राह्यः पद दल एकं, गुणः दलद्वयम् अस्ति. ग्राणग्राह्यत्वं गुणत्वम् इति दलद्वयमेव वर्तते. ग्राणभिन्नेन्द्रिय अग्राह्यत्वम् इति दलं नास्ति अत्र. नास्ति, पूर्वस्मिन् लक्षणे मात्रपदेन अन्य न क्षमतां पूर्वस्मिन् लक्षणे यदा ग्राह्यत्वम् एव वदामश्चेत् इन्द्रियद्वये लक्षणं पतति, अतः अग्राह्यत्वस्य पदस्य आवश्यकता अस्ति, तेन क्षम्यताम् इन्द्रियद्वयेन इन्द्रियद्वयेन गुणद्वये लक्षणं पतति, अतः तेन निवारेण अग्राह्यत्वम् इति वक्तव्यम् अभवत्, किन्तु अत्र तादृशसमस्या तादृशी समस्या नास्ति इति मम चिन्तनमस्ति. अत्र अत्र रसनेन्द्रियेण किं किं दृश्यते इति चिन्तयतु, तर्हि इतोपि स्पष्टता भवति. ग्राणेन्द्रियेण केषां ग्रहणं भवति इति वदतु. ग्राणेन्द्रियेण ग्रहणेन्द्रियेण केवलं गन्धस्य ग्रहणं भवति महोदय. सङ्ख्यायाः ग्रहणं भवति वा? न भवति. न भवति. द्रव्यस्य ग्रहणं भवति वा? द्रव्यस्य ग्रहणमपि न भवति. हा, इति वार्ता अस्ति अत्र. अत्र किमर्थं मात्रपदं त्यक्तम् इति चेत् तत्र ग्राणः इति इन्द्रियेण, ग्राणम् इति इन्द्रियेण केवलं गन्धः गृह्यते, अन्येन इन्द्रियेण गन्धः न गृह्यते इति नास्ति. ग्राणेन्द्रियेण केवलं तत्र गन्धः इति गुणः एव गृह्यते, अन्य किमपि पदार्थं ग्राणेन्द्रियेण न गृह्यते इति कृत्वा. किन्तु चक्षुरिन्द्रियेण रूपमपि गृह्यते, घटः अपि गृह्यते, पुनः तत्र सङ्ख्या इति सङ्ख्या नो चेत् परिमाणम् इति एतादृशाः गुणाः अपि गृह्यन्ते इति कृत्वा तत्र चक्षुषा बहवः पदार्थाः गृह्यन्ते इति कृत्वा तत्र मात्रपदस्य योजनम् आवश्यकता अस्ति. किन्तु अत्र घ्राणेन्द्रियेण केवलं गन्धः इति एकः एव पदार्थः इति चेत् तत्र गुणः गृह्यते, न तु अन्यः यत्किमपि. किन्तु महोदय, अहम् अवगच्छामि यत् भवता उक्तं तत्, किन्तु मम चिन्तनं किञ्चित् भिन्नम् अस्ति. यतोहि चक्षुरेन्द्रियेण सङ्ख्यायाः ग्रहणं भवति, एवं द्रव्यस्य ग्रहणं भवति, एवं गुण रूपस्य ग्रहणं भवति. मात्रपदेन तेषां वारणं न भवति. चक्षुरेन्द्रियेण चक्षुर्मात्र एवं यदि वदामश्चेत् तेन न तेषां निवारणं न भवति इति. तत्र मात्र इति सामान्यरीत्या मात्र इति पदस्य योजनेन व्यवहारे तत्र एकः एव इति भाति. अत्रैव वैशिष्ट्यमस्ति. अतः एव इदानीम् एतादृशं कुर्मः. इदानीमत्र दलद्वयं वर्तते किल, दलसार्थक्यं करोतु. गन्धस्य लक्षणस्य दलसार्थक्यं करोतु. अत्र घ्राणग्राह्यत्वे सति गुणवत्त्वं गुणत्वं गुणवत्त्वं नास्ति, गुणत्वं गुणत्वं क्षम्यतां गुणत्वं गन्धस्य लक्षणम् अस्ति. अत्र गन्धग्राह्यत्वे सति तत्र गन्धग्राह्यत्वे नास्ति, घ्राणग्राह्यत्वे सति. क्षम्यतां, घ्राणग्राह्यत्वे सति केवलं एकं दलं स्वीकुर्मश्चेत् किं दलं स्वीकरोतु इदानीं घ्राणग्राह्यत्वम् इति दलं घ्राणग्राह्यत्वम् एव स्वीकरोमिश्चेत् तत्र गन्धवत्वे लक्षणं पतति. यतो गन्धवत्वे नास्ति, गन्धत्वे जातौ गन्धत्वजातौ अतिव्याप्तिः भवति. अतः गुणस्य पदस्य आवश्यकता अस्ति. केवलं द्वितीय दलं स्वीकुर्मश्चेत् तेन सर्वेषां गुणानां समावेशः भवति. अतः सर्वेषु गुणेषु अतिव्याप्तिः भवति. अतः दलद्वयम् आवश्यकम्. हा, दलद्वयम् आवश्यकम् इति अस्ति. अतः अत्र इदानीं केवलं यदि प्रथमदलं घ्राणग्राह्यत्वम् इति एव दलं स्वीकुर्मश्चेत् गन्धवत्वं क्षम्यतां गन्धत्वम् इति जातौ एव अतिव्याप्तिः भवति. अन्यत्र यत्र कुत्रापि अतिव्याप्तिः न भवति. केवलं गन्धत्वजातौ एव अतिव्याप्तिः भवति. तन्निवारणाय गुणत्वम् इति दलस्य आवश्यकता अस्ति इति कृत्वा तत्र मात्रपदस्य योजनस्य आवश्यकता नास्ति. यदि घ्राणग्राह्यत्वम् इति दलमेव स्वीकुर्मः, इदानीं सङ्ख्यायामपि पतति चेत्, इदानीं पश्यतु, इदानीं तत्र रूपस्य लक्षणं प्रति गच्छेम. चक्षुर्ग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् तत्र कुत्र कुत्र अतिव्याप्तिः भवति इति चेत् घटे अतिव्याप्तिः, घटे इति द्रव्ये अतिव्याप्तिः, घटः इति द्रव्ये अतिव्याप्तिः भवति इति तु एकम्. सङ्ख्यायामपि सङ्ख्या इति गुणे अपि अतिव्याप्तिः भवति इति द्वितीयम्. रूपत्वम् इति जातौ जातौ अपि अतिव्याप्तिः भवति इति तृतीयम्. अतः द्रव्ये अपि द्रव्ये अपि अतिव्याप्तिः भवति, गुणे अपि अतिव्याप्तिः भवति. यदि इदानीं घटस्य घटे किमपि क्रिया कापि क्रिया प्रचलति चेत् तस्यापि ग्रहणं चक्षुषा गृह्यते इत्यतः क्रियायामपि अतिव्याप्तिः भवति. द्रव्ये अतिव्याप्तिः भवति, गुणे अतिव्याप्तिः भवति, क्रियायाम् अतिव्याप्तिः भवति, जातौ अतिव्याप्तिः भवति इति कृत्वा तत्र आत्रपदस्य योजनं भवेत्। तेषां निवारणाय अपि मात्रपदस्य योजनं भवेत्। किन्तु मात्रपदयोजनेन अन्यैः इन्द्रियैः, यद्भवत्या उक्तं तत् सत्यमेव, मात्रपदस्य योजनेन अन्यैः इन्द्रियैः रूपं न गृह्यते इति उक्तं, तत्तु सत्यम्। तस्मिन् उपरि एतेषामपि निवारणं भवति एव। अवगच्छति किल? अवगच्छामि, किञ्चित् चिन्तयित्वा। चिन्तयतु। अतः अत्र मातपदस्य योजनेन तत्र कार्यद्वयं लभ्यते, केवलम् अन्यैः इन्द्रियैः इति। किमर्थमित्युक्ते इदानीम् अहं किञ्चित् तस्मिन् विषये चिन्तयामि। इदानीं रूपं येन केनापि इन्द्रियेण गृह्यते वा, अन्येन इन्द्रियेण गृह्यते वा रूपं? न, न महोदय। हा, तत्र रूपं न गृह्यते अन्यैः इन्द्रियैः न गृह्यते एव, तर्हि मातृपदस्य आवश्यकता किं? चक्षुरिन्द्रियग्राह्यम् इति वदामश्चेत् पर्याप्तं भवति किल? तस्य निवारणार्थं नास्ति। अन्यैः इन्द्रियैः रूपं यदा कदापि न गृह्यते एव, केवलं चक्षुषा एव गृह्यते। किन्तु चक्षुर्ग्राह्यत्वम् इति तावदेव वदामश्चेत् तत्र द्रव्यमपि गृह्यते चक्षुषा, अन्याः गुणाः अपि गृह्यते चक्षुषा, क्रिया अपि गृह्यते चक्षुषा, जातिः अपि गृह्यते चक्षुषा इति, तेषां निवारणाय एव मात्रपदमत्र योजितमस्ति इति वैशिष्ट्यमस्ति इति। तत्र अन्यैः इन्द्रियैः न अग्राह्यम् इति बोधनाय मात्रपदं योजितमिति भाति, किन्तु वस्तुतः तद् नास्ति। किमर्थमित्युक्ते रूपं केवलं चक्षुषा एव गृह्यते, अन्यैः इन्द्रियैः न गृह्यते। तेषां तत्र चक्षुर्ग्राह्यत्वम् इति वदामश्चेत् तत्र इदानीं किं तत्र गन्धः इत्यस्मिन् इत्यत्र अतिव्याप्तिः भवति चेत् एव तत्र मातृपदस्य योजनं भवेत्। किन्तु गन्धे अतिव्याप्तिः न भवति, शब्दे अतिव्याप्तिः न भवति। चक्षुर्ग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् गन्धे अतिव्याप्तिः न भवति, शब्दे अतिव्याप्तिः न भवति, रसे अतिव्याप्तिः न भवति, आत्मविशेषगुणेषु नवगुणेषु षड्गुणेषु अतिव्याप्तिः न भवति इत्यतः तेषां निवारणाय इति नास्ति इति भाति तत्र मात्रपदयु प्रयोजनेन। अपि च अस्माकं दलं कीदृशं निर्मितमिति चेत् चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति उक्तम् इति वैशिष्ट्यमस्ति। किन्तु वस्तुतः तत्र द्रव्ये अपि च अन्येषु गुणेषु क्रियायां जातौ इत्येतेषां सर्वेषां तत्र अतिव्याप्तिः भवति इति, तेषां निवारणाय अत्र मात्रपदं योजितम् इति तत्र महान्। हा वदतु। किन्तु महोदय, द्रव्यस्य निवारणम् एवं क्रियायाः निवारणम् अपि च जातेः निवारणं गुणपदेन भवति, अतः मातृपदस्य आवश्यकता तत्र नास्ति इति भाति। अस्तु, तत्र चिन्तयामः। इदानीं चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति वदामश्चेत् कुत्र अतिव्याप्तिः भवति, भवती वदतु। चक्षुरिन्द्रियग्राह्यत्वं ग्राह्यते सति गुणत्वं रूपे अस्ति इति वदामश्चेत् तत्र मम मनसि अस्ति संख्यायाः अतिव्याप्तिः भवति। यतोहि संख्या अपि गुणमस्ति अपि च चक्षुरेन्द्रियेण तस्य ग्रहणं भवति तस्याः ग्रहणं भवति किन्तु अस्तु तन्निवारणाय इदानीं तन्निवारणाय संख्यायां सत्यं चक्षुर्ग्राह्यत्वं संख्यायाम् अस्ति गुणत्वमपि संख्यायाम् अस्ति इत्यतः चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति तावदेव वदामश्चेत् संख्यायाम् अतिव्याप्तिः भवत्येव सत्यम् अत्र चक्षुर् भिन्न इन्द्रिय अग्राह्यत्वं न मात्रपदेन किं भवति संख्या त्वगीन्द्रियेण अपि गृह्यते एवं च चक्षुरेन्द्रियेण अपि गृह्यते अतः मात्रपदयोजनेन तस्य निवारणं भवति यतोहि रूपं त्वगीन्द्रियेण न गृह्यते सत्यं सत्यं संख्या त्वगीन्द्रियेणापि चक्षुरिन्द्रियेणापि इन्द्रियद्वयेन संख्या गृह्यते किन्तु रूपं केवलं चक्षुरिन्द्रियेण एव गृह्यते इत्यतः तत्र अतिव्याप्तेः निवारणं भवति इति सत्यं तत्र मात्रपदयोजनेन बहु किमपि साधितमस्ति इति अवबोधः अस्ति चेत् पर्याप्तं भवति बहु किमपि तत्र केवलम् अन्येषाम् इन्द्रियाणां ग्रहणं रूपेण भवति इति नास्ति तत्र द्रव्यस्य अपि च क्रियायाः जातेः इति एतेषां निवारणमपि भवति अपि च इदानीं यदा भवत्याः प्रतिपादितं तत्रापि तत्र संख्या इति गुणः चक्षुषा अपि च त्वचा गृह्यते किन्तु रूपं केवलं चक्षुषा एव गृह्यते इत्यपि साधितं भवति इत्यतः तत्र मात्रपदस्य निवेशेन बहु किमपि साधितमस्ति किन्तु अत्र इदानीं घ्राणेन्द्रियेण केवलं गन्धः इति गुणः अपि च गन्धत्वम् इति जातिः द्वयमेव गृह्यते अन्यत् किमपि न गृह्यते इति कृत्वा तत्र दलद्वयं योजयामश्चेत् पर्याप्तं भवति केवलं गन्धे एव पतति लक्षणम् अस्तु तत्र चित्रमस्ति किल प्रथमचित्रं भवती एव निरूपयतु कृपया घ्राणनिष्ठजनकता तत् चित्रं वा महोदय घ्राणेन्द्रिय इति वदतु घ्राणेन्द्रियनिष्ठजनकता घ्राणेन्द्रियनिष्ठजनकता निरूपितजन्यता श्रयः प्रत्यक्षनिष्ठविषयता विषयिता निरूपित विषयतावत्त्वे सति गुणत्वं गन्धस्य लक्षणमस्ति समीचीनम् उत्तमं भगिनि इति अस्ति समीचीनम् अस्तु इदानीं बालसुब्रह्मण्यमहोदय रसनग्राह्यगुणः रसः इति लक्षणवाक्यमस्ति तत्र चित्रमस्ति तद् निरूपयतु भवान् सो रसनेन्द्रिय निष्ठजनकथानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयिता निरूपितविषयताश्रयः विषयतावत्त्वे इति वदतु विषयतावत्त्वे सति अति गुणत्व गुणत्वं रसस्य लक्षणं गुणत्वस्य इति नास्ति पुनः एकवारं वदतु महोदय रसनेन्द्रिय निष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयताश्रयः तत्र विषयता आश्रयः इति तावत्पर्याप्तं तावत्पर्यन्तं न गच्छतु विषयतावत्त्वे सति विषयतावत्त्वे सति रसत्व लक्षण विषयतावत्त्वे सति गुणत्वं रसस्य लक्षणम्. विषयतावत्त्वे सति गुणत्वं रसस्य लक्षणम्. हा, अत्र पश्यतु, जनकता इत्यस्मात् पूर्वात् एकम् इति आवरणे लिखितम्, अपि च गुणत्वम् इत्यस्य अधः द्वे इति आवरणे लिखितमस्ति किल, अतः दलद्वयं वर्तते. रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयिताधिरूपितविषयितावत्त्वे सति इति प्रथमं दलं, गुणत्वं द्वितीयं दलं, रसस्य लक्षणम् प्रथम. हा, विषयतावत्त्वे सति इति तावद् वदामश्चेत् प्रथमदलम् उक्तमस्ति, गुणत्वम् इति द्वितीयं दलं वदामश्चेत् रसस्य लक्षणं भवति. इदानीं महोदय भवानेव वदतु, रसनग्राह्यो गुणः रसः इत्यत्र कति दलानि सन्ति? रसनग्राह्य द्वयः दलाः सन्ति. द्वे दला, द्वे दले सन्ति, दलम् इति नपुंसकलिङ्गपदम्, अतः द्वे दले, द्वे दले स्तः सन्ति इति नास्ति स्तः. अस्तु, हा, ते के इति वदति वा? गुणत्वं, हा, अत्र गुणत्वम् इति द्वितीयं दलं, प्रथमदलं किं? प्रथमदलं द्वितीयदलं गुणत्वं, प्रथमदलं जनप्रत्यक्षम्. न, लक्षणवाक्ये प्रथमदलं किं? प्रत्यक्षं नास्ति. रसनेन्द्रियग्राह्यत्वम् इति प्रथमदलं किल? आम्, रसनेन्द्रियग्राह्यत्वं, रसनेन्द्रियग्राह्यत्वं, रसनेन्द्रियप्रत्यक्षं साधुना इति प्रत्यक्षमिति ज्ञानमस्ति किल? ज्ञानं, रसनेन्द्रियग्राह्यत्वम् इति प्रथमं दलं, गुणत्वम् इति द्वितीयं दलम्. इदानीं रसनेन्द्रियग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? गुणत्व अतिव्याप्तिः भवति, गुणत्वेन अतिव्याप्तिः न भवति. रसनेन्द्रियं गुणत्वं, रसनेन्द्रियं मात्रं लक्षणवाक्ये भवति चेत् समीचीनतया वदतु महोदय, तर्हि एव स्पष्टता भवति. प्रथमदलं किम् इति एकवारं वदतु भवान्. प्रथमदलं, प्रथमदलं रसनेन्द्रिय रसनेन्द्रियग्राह्यत्वं, रसनेन्द्रियग्राह्यत्वम् इति प्रथमं दलम्. इदानीं रसनेन्द्रियग्राह्यत्वम् इति प्रथमदलमेव स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? रसनेन्द्रियेण किं किं गृह्यते? रसनेन, रसनेन्द्रियेण गुणत्वं न, रसनेन्द्रियेण जातौ अधिव्याप्त्या भवति. हा, सत्यं, तत्र जातेः नाम का? सर्वेषु सर्वेषु सर्वासु जातिषु अतिव्याप्तिः भवति वा? हा, रसत्वम् इति जातौ, केवलं रसत्वम् इति जातौ, इति जाति रसत्वजातौ अतिव्याप्तिः भवति. बालसुब्रह्मण्यं महोदय अवगच्छति वा? मधुत्वम् इति वक्तुं प्रयत्नं कृतवान्, रसत्वम् इति न. हा, अत्र रसः इति गुणः अस्ति किल, रसः इति गुणे रसत्वजातिः अस्ति. बहुविधाः रसाः भवन्ति, तत्र मधुः इति एकविधरसः अस्ति, कटुः इति द्वितीयविधः रसः अस्ति, तत्र षड्विधाः रसाः सन्ति. सर्वेषु रसेषु रसत्वम् इति एका जातिः विद्यते. रसनेन्द्रियेण रसः इति गुणः गृह्यते, अपि च रसत्वम् इति जातिः अपि गृह्यते. केवलं रसनेन्द्रियग्राह्यत्वम् इति एव लक्षणं वदामश्चेत्, एकमेव दलं वदामश्चेत्, रसत्वजातौ अतिव्याप्तिः भवति. तन्निवारणाय गुणत्वम् इति द्वितीयदलस्य आवश्यकता अस्ति. अस्तु, तर्हि इदानीं द्वितीयदलमेव वदामश्चेत् कुत्र अतिव्याप्तिः भवति? गुणत्वम् इति एकमेव दलं वदामश्चेत् अतिव्याप्तिः कुत्र भवति? गुणत्वं सर्वे द्रव्याणि गुणत्वमेव लक्षणवाक्यं चेत् सर्वेषु अन्येषु गुणेषु अतिव्याप्तिः भवति किल? गुणेषु चतुर्विंशतिगुणाः सन्ति इति अस्माभिः अधीतं. प्रत्येकं गुणे गुणत्वम् अस्ति, गुणत्वमिति जातिः अस्ति इति कृत्वा तत्र गुणत्वम् एव रसस्य लक्षणमिति वदामश्चेत् अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः भवति. तन्निवारणाय रसनेन्द्रियग्राह्यत्वम् इति दलस्य आवश्यकता अस्ति. अवगच्छति किल भवान्? किन्तु तत्र भवान् अवगच्छति एव, किन्तु वक्तुं किञ्चित् क्लेशम् अनुभवति. पुनः पुनः अहं वदामि, समीचीनम् इति कृपया वदतु. सत्यं वदामि. सो रसनेन्द्रियं प्रथमदलं, गुणरसनेन्द्रियं प्रथमदलं नास्ति, समीचीनतया वदतु. रसनेन्द्रियम् इति इन्द्रियमस्ति, इन्द्रियं रसत्वं न, रसत्वम् इति जातिः अस्ति. इदानीं प्रथमदलं किम् इति वदतु. रसनेन्द्रियग्राह्यत्वं रसनेन्द्रियग्राह्यत्वम् इति प्रथमदलं, गुणत्वम् इति द्वितीयदलं. सत्यं. रसनेन्द्रिय ग्राह्यत्वं केवलं तदेव लक्षणवाक्ये उपयुज्यामः चेत् गुणत्वं सर्वे चतुर्विंश गुणाः सर्वे नास्ति. इदानीं प्रथमदलं रसनेन्द्रियग्राह्यत्वम् इति प्रथमदलं स्वीकरोति चेत्, तदेव लक्षणत्वेन स्वीकरोति चेत् कुत्र अतिव्याप्तिः भवति? रसत्वजातौ अतिव्याप्तिः भवति. भवतु, भवान् तत्र यत्र कुत्रापि लिखित्वा अत्र स्थापयतु. रसनेन्द्रियेण किं किं गृह्यते इति चेत्, सर्वेषु पदार्थेषु लोके यत्किमपि पदार्थमस्ति तेषु केवलं पदार्थद्वयमेव रसनेन्द्रियेण गृह्यते. एकं तु रसः इति गुणः, द्वितीयं तु रसत्वम् इति जातिः. अन्यत् किमपि रसनेन्द्रियेण ज्ञातुं न शक्यते इति कृत्वा इदानीं रसनेन्द्रियग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् रसनेन्द्रियेण रसः इति गुणः गृह्यते इति सत्यं, किन्तु रसत्वजातिः अपि गृह्यते इत्यतः रसत्वजातौ अतिव्याप्तिः भवति. यदि गुणत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् अन्येषु सर्वेषु गुणेषु गुणत्वं विद्यते इत्यतः तेषु अतिव्याप्तिः भवति. इदानीं मिलित्वा दलद्वयमपि मिलित्वा रसनग्राह्यो गुणः रसः इति वदामश्चेत् रसनाग्राह्यो गुणः रसः इति वदामश्चेत् तत्र केवलम् इदानीं रसः इति गुणे एव लक्षणं पतति. अवगच्छति किल? समीचीनम्. अस्तु, तर्हि इदानीं विधिभगिनी श्रोत्रग्राह्यो गुणः शब्दः इति वदतु, तत्र चित्रं निरूपयतु, तदनन्तरं कति दलानि सन्ति, कुत्र अतिव्यक्तिः भवति इति सर्वं वदतु. श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठशयितानिरूपित विषयतावत्त्वे सति गुणत्वं शब्दस्य लक्षणम्. उत्तमं. कति दलानि सन्ति? द्वे. एकं तु श्रोत्रग्राहणं, द्वितीयं तु गुणत्वं. पुनः वदतु प्रथमदलं किम् इति. श्रोत्रेन्द्रियग्राह्यत्वं. हा, समीचीनं. श्रोत्रेन्द्रियग्राह्यत्वम् इति प्रथमं दलं, गुणत्वम् इति द्वितीयं दलं, द्वितीयदलं. प्रथमदलं स्वीकुर्मः चेत् कुत्र अधिव्याप्तिः? श्रोत्रियेन्द्रियग्राह्यत्वं केवलं स्वीकुर्मः चेत् तत्र श्रोत्रजातौ अतिव्याप्तिः भवति. कस्य कस्मिन् जा कस्याहं जातौ? श्रोत्र श्रोत्रमिति इन्द्रियं. करेक्ट्, श्रवणं. न न, अत्र इदानीं कस्य गुणस्य निरूपणं भवति? शब्द. हा, शब्दम् इति गुणे, शब्दः इति गुणे वर्तते. शब्दजातौ अतिव्याप्तिः भवति. शब्दः इति जातिः नास्ति, शब्दं सप्तजातौ. न न, पुनः वदतु. शब्दजातौ इति न मास्तु, वदतु शब्दत्वजातौ. सर्वेषु शब्देषु शब्दत्वम् इति जातिः अस्ति किल? आं महोदय, पुस्तके पुस्तकत्वम् इति जाति वर्तते. सत्यं. अतः पुनः एकवारं वदतु समीचीनतया. शब्दत्व श्रोत्र श्रोत्रेन्द्रियग्राह्यत्वं प्रथमदलं केवलं प्रथमदलं स्वीकुर्मः चेत् शब्दत्व जातौ अतिव्याप्तिः भवति. उत्तमं. हा, इदानीं द्वितीयदलं किं, कुत्र अतिव्याप्तिः भवति? द्वितीयतलं गुणत्वं. केवलं गुणत्वम् इति स्वीकुर्मः चेत् सर्वेषु अन्येषु गुणेषु अतिव्याप्तिः भवति. उत्तमं. मन्दिर भवतु भवतु, तत्र भवत्याः अवगमनमस्ति, किन्तु तत्र यदा वदति शब्दप्रयोगः दोषः अस्ति. भवतु, एतादृशमेव एतादृशमेव सर्वेषां भवति, किन्तु पुनः पुनः अभ्यासेन अस्माकं समर्था वर्धनं, समर्थायाः वर्धनं भवति इति कृत्वा तत्र शब्दस्य लक्षणे द्वे दले आवश्यकता अस्ति. अस्ति, श्रोतग्राह्यो गुणः शब्दः. समीचीनम्. अस्तु, धन्यवादः भगिनि. इदानीं किञ्चिदिव समयः अस्ति प्रायः. अस्तु, अग्रे शिवराममहोदय, भवान् पठति वा? आम्, कुतः पठने? प्रकृतमनुसरामः इति नवसप्ततिः. आमाम् आमाम्. प्रकृतम् अनुसरामः चक्षुर्मात्रग्राह्यो गुणः रूपम् इति दलत्रयं रूपलक्षणं पर्यवसितं मूलं तद्विभागम् आह तत् सप्तविधम् इति शुक्लेत्यादि प्रसिद्धानि चित्ररूपम् इति अतिरिक्तम् यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि श्वेततन्तूनां पञ्च तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं नापि रक्तं रूपं किन्तु चित्रम् इति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकाणाम् आशयः. चक्षुर्मात्रग्राह्यो गुणः रूपम् इति दलत्रयं तत्र पर्यविष्टं तद् त्रीणि दलानि तत्र आवश्यकानि. चक्षुर्मात्रग्राह्यो गुणः इति रूपलक्षणे दलत्रयाणि तत्र आवश्यकानि. सत्यं. मूलतद्विभागम् आह मूलतद्विभागमाह तत्र सप्तविधम् इति न अवगतम्. अत्र द्विसप्ततिः तमपुटे तत्र मूलग्रन्थस्य लिखितमस्ति किल चक्षुर्मात्रग्राह्यो गुणं रूपं तत्र शुक्लनील पीत सप्तविधं. हा आम् तदेव अत्र परामर्शितमस्ति सप्तविधम्. आमामां तत् विभागमः तत्र सप्तविधम् इति शुक्लनीलपीतरक्त वर्णयुक्त तत्र सप्तविधं रूपं तत्र विद्यते. शुक्लादि प्रसिद्धानि तत्र उल्लेखितानि सन्ति शुक्लनीलपीत इत्यादीनि सप्तविध वर्णानि तत्र उल्लेखितानि सन्ति रूपस्य कृते. चित्ररूपम् इति अतिरिक्तम् चित्ररूपम् इति एकम् अतिरिक्तं रूपमस्ति यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रम् इति उच्यते यस्य अवयव परस्परं विभिन्नं रूपं चित्रः इति उच्यते. अवगतमेतत् यस्य अवयवानां परस्परं विभिन्नं रूपं भवति अत्र उदाहरणं दत्तमस्ति यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां पञ्चशतानि श्वेततन्तूनां पञ्च पीततन्तूनां पञ्चशतानि तथा श्वेततन्तूनां पञ्च श्वेत तथा पीत तन्तूनां तत्र मेलनमस्ति पटे इति अर्थं न तस्य. सत्यं. हा तत्र श्वेत तथा पीत तन्तूनां मेलनं कृत्वा पटस्य निर्माणं तत्र कृतमस्ति तैः अवयवैः तन्तु पटस्य अवयवमस्ति तैः अवयवैः जायमाने तस्मिन् पटे न पीतं रूपं नापि रक्तं रूपं तत्र तस्य एकम् एव रूपं तस्य पटस्य नास्ति पीतमपि नास्ति रक्तमपि नास्ति किन्तु तत् रूपं वयं चित्रं चित्रः इति वदामः. चित्रम् इति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकाणाम् आशयः. वैशेषिकाः एतत् पद्धत्या तत् तस्य वर्णनं करोति यदि वर्णानां मेलनं भवति वर्णानां तत्र सम्मिल्यं भवति अनेक अनेकाः वर्णाः यदि एकत्रम् आगच्छति चेत् तस्य चित्रवर्णः इति एकम् अपरम् अपरवर्णः नाम तस्य सप्तमं रूपं ते उच्यते चित्रवर्णः. समीचीनम् इति एव दत्तमस्ति अत्र मूलवाक्ये शुक्ल नील पीत रक्त हरित कपीश इति शुक्लं शुक्लवर्णम् आरभ्य तत्र कपीश कपीशवर्णपर्यन्तं षड् वर्णाः ये दत्ताः सन्ति ते साक्षात् ते एव वर्णाः. इदानीं तत्र चित्रम् इति सप्तमवर्णः यद् लिखितं यत् यद् दत्तमस्ति तद् येषु तत्र शुक्लनील नील मेलनेन शुक्ल अपि च नीलवर्णयोः मेलनेन नो चेत् वर्णद्वयस्य मेलन नो चेत् तस्य तयोः तत्र तेषाम् अधिकानां वर्णानां मेलनेन यत् नूतनवर्णम् उत्पद्यते तत्सर्वं चित्रम् इति चित्रः इति एकेन पदेन उल्लिखितमस्ति इति अत्र दत्तं तावदेव. अत्र किमपि महान् सिद्धान्तः किमपि नास्ति इति. यत्किमपि वर्णं भवतु, अन्यत् अन्यत् षड् प्रथम शुक्लम् आरभ्य शुक्लनीलपीतरक्तहरितकपिश इति एतेभ्यः अधिकं यत्किमपि वर्णः अस्ति तेषां नाम चित्रः इति वर्णेन उल्लिखितम् अस्ति. एत एतदेव वैशेषिकानाम् आशयः. चित्रः इति पदेन अन्यत् सर्वं लिखितमस्ति इति तेषाम् आशयः, वैशेषिकानाम् आशयः इति इति अत्र दत्तमस्ति. अस्तु, हा वदतु भगिनि. सप्तम गुणस्य पूर्वं कपीश इत्युक्ते ब्लाक् वा ब्राउन्? हा कपीश इत्युक्ते किम्? कपीश इति मम चिन्तनमस्ति ब्रौन् इति. ब्रौन् चित्रः इति चित्राणि तेषाम्. एकनिमिषं सीरा महोदय, एकनिमिषं सीमा भगिनी, भवत्याः प्रश्नः. तर्हि ब्लाक् नास्ति तेषां. तत्र उदाहरणत्वेन यथा क्रियायां तत्र उक्षेपण अपक्षेपण आकुञ्चन सम्प्रसारण इति पञ्चक्रियाः उक्ताः सन्ति किल, किन्तु ततोपि अधिकं बहवः क्रियाः सन्ति, बह्व्यः क्रियाः सन्ति, किन्तु केवलम् उपलक्षणत्वेन पञ्च अत्र उक्तः. एवमेव सप्त इत्युक्ते सर्वमुक्तम् इति नास्ति, उपलक्षणत्वेन केचन उक्ताः सन्ति. धन्यवादः. तावत् अपि च तत्र वर्णद्वयेन सम्मेलनेन वा नो चेत् ततोपि अधिकेन अधिकैः वर्णैः सम्मेलनेन यत् नूतन यत्किमपि नूतनवर्णम् उत्पद्यते तस्य नाम चित्र इति अनेन उपलक्षितमस्ति इति बोध्यमत्र. अस्तु, शिवराममहोदय, श्रीराममहोदय, भवतः प्रश्नः कः? अहं प्रश्नं न दृष्टवान्. अहं चित्र इति पदं श्रुत्वा अहं चिन्तितवान् चित्रान्नम् इति अस्ति खलु, मिक्सेड् रैस्. सत्यं सत्यं, तदेव तदेव तदेव विवक्षा अस्ति अत्रापि. किमर्थं चित्रान्नम् इति वदामश्चेत् तत्र रसस्य विषये बहवः रसाः सन्ति इति कृत्वा तत्र चित्रान्नम् इति वदामः, किन्तु अत्र बहवः वर्णाः सन्ति इति अत्र चित्रः इति उक्तं. महोदय चित्रं वा चित्र चित्रः पुल्लिङ्गः वा? चित्रः इति पुल्लिङ्गः अत्र दत्तमस्ति, अवयवी चित्रः इति उच्यते. चित्रः इति अवयवी भवति यस्मिन् चित्रे बहवः वर्णाः सन्ति, द्वयं वा ततोपि अधिकं वा वर्णाः सन्ति चेत् तस्य नाम चित्रः इति कथ्यते वैशेषिकाः. मराठीभाषायामपि ड्रायिङ्ग् इति कृते चित्रः इति एव शब्दः. नो, तत्र ड्रायिङ्ग् इति वदामश्चेत् चित्रम् इति भवति इति पुल्लिङ्ग नपुंसकलिङ्गे भवति इति मम मनसि. चित्रम् इति नपुंसकलिङ्गे वदामश्चेत् तत् ड्रायिङ्ग् भवति. यदि चित्रः इति वदामश्चेत् तत्र वर्णः एव भवति. वर्णः आमां, वर्णः इति पुल्लिङ्गे वदामश्चेत् तत् रूपं भवति, रूपस्य विवक्षा अस्ति. वर्णम् इदानीं वर्णम् इति नपुंसकलिङ्गे वदामश्चेत् तत्र आ इ उण ऋलृक् इति वर्णानि सन्ति किल, अक्षराणि, तदेव तत्र परामर्शितं भवति. वर्णम् इति नपुंसकलिङ्गे वदामश्चेत् अक्षराणि भवन्ति, वर्णः इति पुल्लिङ्गे वदामश्चेत् तत्र रूपस्य विवक्षा भवति. अस्तु, अत्र स्थगयामः. सर्वेषां नमस्कारः, धन्यवादश्च. नमस्कारः. हा.